सरस्वती महाभागे विद्ये कमललोचने विश्वरूपे विशालाक्षि विद्यां देहि नमोऽस्तु ते येनाक्षरसमाम्नायम् अधिगम्य महेश्वरात् कृत्स्नं मकरनं प्रोक्तं तस्मै पाणिनये नमः। हरिः ॐ श्रीगुरुभ्यो नमः। सर्वेभ्यः नमस्कारः। पाणिनिव्याकरणवर्गे सर्वेषां स्वागतम्। वयं पाणिनीयं सूत्रं कथं पठनीयं तस्य करपत्रस्य पूर्वस्मिन् वर्गे तत्र अध्ययनं समाप्तं, किञ्चित् पुनः स्मरणं कृत्वा अग्रे सरेम। पाणिनीयं सूत्रं कथं पठनीयं तत्र तस्मिन् करपत्रे वयं दृष्टवन्तः, तत्र व्याकरणे कार्याणि त्रिविधानि, आदेशः आगमः अपि च लोपकार्यम्। अनन्तरं तत्र पाणिनेः सूत्राणां तत्र यः पद्धतिः अस्ति तत्र विशिष्ट कोड् अस्ति सूत्रेषु, प्रत्येकस्मिन् सूत्रेषु तत्र विभक्तिपदद्वारा तत्र महर्षिणा एकं कोड् निर्मितम्। प्रत्येकस्मिन् विभक्तिपदस्य कः अर्थत्रे तदपि वयं तत् दृष्टवन्तः। प्रथमाविभक्तिसूत्रे कोऽपि प्रथमाविभक्त्यान्तं पदः अस्ति चेत् तस्य कः अर्थः इति वदामः चेत् तत्र तेन किं भवति, कार्यस्य कृते निर्देशः। प्रथमाविभक्त्यान्तं पदस्य द्वारा तत्र कार्यस्य कीदृशः कार्यं तस्मिन् सूत्रे निर्दिष्टम् अस्ति तस्य विषये प्रथमाविभक्त्यान्तं पदस्य द्वारा वयं ज्ञातुं शक्यते। सो प्रथमाविभक्त्यान्तं पदः सूत्रे अस्ति चेत् आदेशः आगमः अपि च नामकरणं तेन भवति, तत् सूचयति, तत् पदम् आदेशः आगमः अपि च नामकरणं सूचयति। लोपकार्यम् आदेशरूपिकार्यः एव अस्ति, वयं किं वदामः, लोपादेशः इति वदामः। सो लोपकार्यम् अपि आदेशरूपिकार्यम्। अनन्तरं तथि विभक्त्यान्तः सूत्रे अस्ति चेत् सः स्थानि सूचयति, इत्युक्ते षष्ठीविभक्त्यान्तं पदस्य द्वारा सूत्रे तत् स्थानि इति निर्दिष्टम्। वयं जानीमः लोके षष्ठीयान्तं पदः, षष्ठीविभक्त्यान्तं पदः पश्यामः चेत् तत् सम्बन्धः, प्रायशः तत् सम्बन्धः तत्र दृश्यते। परन्तु यस्मिन् सूत्रे तत्र षष्ठीविभक्त्यान्तं पदस्य द्वारा कोऽपि सम्बन्धः न दृश्यते, तत्र षष्ठीस्थाने योगः इति परिभाषासूत्रेण तत् षष्ठीपदं स्थानी भवति। इत्युक्ते वयं जानीमः आदेशरूपिकार्ये तत्र पूर्वस्मिन् कस्यचित् वर्णस्य स्थाने अन्यवर्णस्य तत्र आदेशः भवति। सो यः पूर्वस्मिन् पूर्वे तत् वर्णः निर्दिष्टम् अस्ति सः षष्ठीविभक्त्यान्तं पदस्य द्वारा एव तत्र सूत्रे दत्तम्। अतः वयं किं वदामः, षष्ठीविभक्त्यान्तं पदः सूत्रे अस्ति चेत् तत् स्थानी निर्दिष्टं, स्थानी भवति, तत् वर्णः अपि च पदं स्थानी भवति, तस्य स्थाने एव आदेशः करणीयम्। अनन्तरं तत्र सप्तमी, पञ्चमी अपि च तृतीया विभक्त्यान्तं पदः सूत्रे दृश्यते चेत् एते सर्वे निमित्तं भवति, कस्य कृते, कार्यस्य कृते। सो वयं जानीमः व्याकरणे एकं नियमः, हेतु विना तत्र कार्यं न भवति, इत्युक्ते निमित्तं विना तत्र कार्यं न भवति, निमित्तम् आवश्यकं, कार्यस्य कृते निमित्तम् आवश्यकम्। परन्तु अपवादरूपेण कुत्रचित् निमित्तविना अपि कार्यं भवति, तत्तु अपवादः, अपवादः इत्युक्ते वेरि फ्यू प्लेसेस्, बट् प्रायशः नित्यं प्रायशः वदामः चेत् निमित्तं विना तत्र कार्यं न भवति व्याकरणे, अतः तत्र निमित्तम् आवश्यकम्। सो पाणिनिमहर्षि निमित्तस्य तत्र निर्देशं केन विभक्त्यान्तं पदस्य द्वारा करोति, सप्तमी विभक्त्यान्तं, तृतीया विभक्त्यान्तम् अपि च पञ्चमी विभक्त्यान्तं पदस्य द्वारा एव तत्र निमित्तस्य निर्देशः महर्षि कृतवान्। इदानीं सप्तमीविभक्त्यान्तं पदः सूत्रे अस्ति चेत् सः परनिमित्तम् इत्युक्ते तस्य पूर्वे कार्यं भवति, निमित्तं कार्यस्य परे अस्ति. सो वयं किं वदामः, सप्तमीविभक्त्यान्तं पूर्वकार्यं परनिमित्तं. तथैव पञ्चमीविभक्त्यान्तं पदः सूत्रे अस्ति चेत् निमित्तं पूर्वे अस्ति, कार्यं निमित्तस्य परे भवति. सो वयं किं वदामः, पूर्वनिमित्तं परकार्यम्. परन्तु यत्र यत्र सूत्रेषु तृतीयविभक्त्यान्तं पदः महर्षिणा दत्तं तत्र निमित्तस्य पूर्वे अपि कार्यं भवति, निमित्तस्य परे अपि कार्यं भवति. इत्युक्ते संयोजनं, तृतीयविभक्त्यान्तं पदः संयोजनं सूचयति. अनन्तरं वयं दृष्टवन्तः विश्वसंस्कृतगवाक्षः यः तत्र जालस्थानम् अस्ति, तस्मिन् जालस्थाने तत्र सूत्राणां व्याख्या कथं दत्तम् अस्ति इति अपि तत्र दृष्टवन्तः तस्मिन् करपत्रे. अनन्तरं तत्र यः अन्तिमं बिन्दुः अस्ति तत्र लिखितम् अस्ति, पाणिनिग्रन्थे सूत्राणि षड्विधानि. इत्युक्ते ये चतुस्सहस्रसूत्राणि तत्र अष्टाध्यायी इति ग्रन्थे तत्र सन्ति, ते मुख्यतया तेषां लक्षणं षड्विधानि, षड्विधानि सूत्रलक्षणानि. ते के इति वदामः चेत् संज्ञासूत्रं, परिभाषासूत्रम्, अनन्तरं संज्ञा च परिभाषा च विधिसूत्रं, नियमसूत्रम्, अतिदेश अपि च अधिकारः. सो संज्ञापरिभाषा एकत्र आयाति, विधिनियम एकत्र आयाति, अतिदेश अधिकारः. संज्ञा वदामः चेत् संज्ञासूत्रेण केवलं कस्यचित् वर्णस्य अपि च कस्यचित् पारिभाषिकशब्दस्य महर्षि नामकरणं करोति तेन सूत्रद्वारा, संज्ञासूत्रद्वारा. सो येन नामकरणं भवति तदेव संज्ञासूत्रम्. परिभाषासूत्रं वयं दृष्टवन्तः, परिभाषासूत्रं स्वयं कोऽपि कार्यं न करोति. यत्र विधिसूत्रे यत्र अथवा यत्र कुत्रचित् कार्यस्य कृते तत्र भ्रमः जायते तत्र परिभाषासूत्रम् आगत्य सहायता करोति. इत्युक्ते तत्र परिभाषासूत्रद्वारा वयं कार्यस्य तत्र स्पष्टता भवति. परिभाषासूत्रेण तत्र केवलं विधिसूत्रे यत्र यत्र भ्रमः जायते तत्र परिभाषासूत्रम् आगत्य सहायता करोति. अनन्तरं विधिसूत्रम् इत्युक्ते कार्य, येन कार्यं विधीयते तदेव विधिसूत्रम्. सो तत्र व्याकरणे बहूनि विधिसूत्राणि, किमर्थं चेत् तत्र बहु कार्यस्य कृते तत्र निर्देशः. अनन्तरं नियमसूत्रं वदामः चेत् नियमसूत्रे अपि कार्यस्य कृते एव निर्देशः, परन्तु तत्र किं भवति, नियमसूत्रे विशिष्टकार्यम् इत्युक्ते येन पूर्वविद्यमानः विधिः सीमितो भवति तदेव नियमसूत्रम्. किञ्चित् पूर्वविद्यमानः यः सूत्रे यत् कार्यं निर्दिष्टम् अस्ति, नियमसूत्रेण तस्य कार्यक्षेत्रं किञ्चित् लघ्वी भवति, किञ्चित् लघु भवति, तदेव नियमसूत्रम्. अनन्तरम् अतिदेशसूत्रम् इति विशिष्टप्रकारकः सूत्रं व्याकरणे. तेन सूत्रेण किं भवति, अतिदेशसूत्रेण कस्यचित् प्रत्ययस्य, प्रायशः प्रत्ययस्य एव वदामः, अथवा कस्यचित् शब्दस्वरूपस्य स्वभावः परिवर्तते. इत्युक्ते यः प्रत्ययः अथवा यः शब्दस्वरूपः यथा नास्ति सः तथा भवति. सो कस्यचित् अन्यप्रत्ययस्य स्वभावः तस्य प्रत्ययस्य उपरि आरोपितं भवति. अतिदेश इत्युक्ते सुपर् इम्पोजिशन्, कस्यचित् अन्यप्रत्ययस्य तत्र स्वभावः भिन्नप्रत्ययस्य उपरि आरोपितं भवति, तदेव अतिदेशसूत्रम्. सो अतिदेशसूत्रेण यस्य प्रत्ययस्य विषये निर्देशं, तत् प्रत्ययः भिन्नप्रकारकः कार्यम् एव तत्र करोति इति अतिदेशसूत्रम्. अनन्तरं वयं जानीमः अधिकारसूत्रम्. अधिकारसूत्रस्य तत्र स्वतन्त्रतया कोऽपि तत्र कार्यं नास्ति. अधिकारस्व एकं विशिष्टपदम् अस्ति यस्य पदस्य तत्र अनुवृत्ति अग्रिमेषु बहुषु सूत्रेषु आवश्यकं तदेव अधिकारसूत्रं. सो वयं किं वदामः, अधिकारसूत्रस्य अनुवृत्ति अग्रिमेषु बहुषु सूत्रेषु भवति. सो तद् अधिकारसूत्रम्. अन्यथा तत्र अधिकारसूत्रस्य कोऽपि अन्यप्रयोजनं नास्ति. इत्युक्ते अधिकारसूत्रे यत् पदम् अथवा पदद्वयं दत्तं महर्षिणा, तत् पदं विशिष्टपदम्. विशिष्टं किमर्थम् इति वदामः चेत् तस्य पदस्य आवश्यकता अग्रिमेषु बहुषु सूत्रेषु भवति. वयं जानीमः महर्षिणा तत्र तत्र प्रमुख आशयः कः, ग्रन्थं लघु भवेत् अपि च सूत्रं लघु भवेत्. तस्य कृते सः किं कृतवान्, अनुवृत्ति इति शैली निर्मितम्. सो अनुवृत्ति वदामः चेत् पूर्वस्थित सूत्रे सूत्रात् तत्र कस्यचित् एकं पदस्य अथवा पदद्वयस्य अनन्तरं तत्र अर्थावगमनार्थं तत्र अनुवृत्ति आवश्यकम्. इत्युक्ते वयम् अनुवृत्ति मा कुर्मः चेत् न कुर्मः चेत् तत्र सूत्रस्य अर्थं वयं सम्यक्तया न अवगन्तुं शक्यते. सो अधिकारसूत्रः यः अस्ति सः विशिष्टसूत्रं. किमर्थं विशिष्टम्? अग्रिमेषु बहुषु सूत्रेषु यत्र यत्र तस्य पदस्य अथवा तत्र तस्य सूत्रस्य अधिकारः वर्तते तत् तस्मिन् ये यानि सूत्राणि तस्मिन् पादे अथवा तस्मिन् अध्याये सन्ति तेषु सर्वेषु सूत्रेषु अधिकारसूत्रस्य अनुवृत्तिः आवश्यकम्. सो अग्रिमेषु बहुषु सूत्रेषु यस्य पदस्य यस्य सूत्र अनुवृत्तिः भवति तदेव अधिकारसूत्रम् इति वयं तत्र उदाहरणरूपेण अपि तत्र दृष्टवन्तः. इदानीं तत्र यः 2A इति करपत्रमस्ति तदस्ति निमित्तम्. वयं किञ्चित् निमित्तं विषये जानीमः. निमित्तम् इत्युक्ते हेतुः, कारणम्. सो वयं जानीमः व्याकरणे कारणं विना अपि च लोके अपि कारणं विना किमपि कार्यं न भवति. सो कारणम् इत्युक्ते किं व्याकरणे इति अस्मिन् करपत्रे तत्र दत्तं. निमित्तम् इत्युक्ते किं व्याकरणे वयं वारं वारं तत्र निमित्तं निमित्तम् इति पदस्य तत्र प्रयोगं वयम् अस्माभिः तत्र करणीयं. तत् निमित्तम् इत्युक्ते किम् इति अस्मिन् करपत्रे तत् सर्वं दत्तम्. इदानीं तत्र नूतनकरपत्रस्य विषये पठामः. कः अथवा का पठितुम् इच्छति? कः प्रारम्भं करोति? कृपया स्वयम् अग्रे आगतु. अहं पठामि वा? आं, पठतु भगिनी. अत्र निमित्तम् इति विषये कश्चन विचारः. अनेन पाणिनीयसूत्रसन्दर्भे विभक्तीनाम् अर्थः पुनः इतोपि स्पष्टः स्यात्. यदा वदामः यत् सूत्रे किञ्चन पदं कश्चन वर्णः कश्चन प्रत्ययः सप्तमी विभक्तेः अस्ति यदा तदा पूर्वकार्यम् इति उच्यते. नाम यत्पदं सप्तमी विभक्तेः तत्परम् अनन्तरम् अस्ति अपि च तत् कार्यस्य निमित्तं कारणं निमित्तस्य अभावे कार्यं नाभवत् न भविष्यति. इको एडचि अत्र अचि सप्तमी विभक्तौ अच् वर्णः परं कार्यं पूर्वं कश्चन अच् वर्णः परं नास्ति चेत् कार्यं न भविष्यति. तावदेव वदतु. यत् अस्तु, वदामि वा? किमपि आं वदतु. अत्र किं लिखितमस्ति? अस्तु, सप्तमी विभक्ति सूत्रे सप्तमी विभक्ति यदि अस्ति चेत् सप्तमी विभक्त्यात् पूर्वं कार्यं भवति. पूर्वं कार्यं भवति, यदि सप्तविभक्तिः न भवति चेत् कार्यं न भवति. अचि इति सप्तम् इको एनचि अत्र अचि सप्तम्यान्तम् अस्ति, इकः षष्ट्यन्तम् अचि सप्तम्यान्तम् अस्ति. यदि अचि न भवति चेत् कार्यं न भवति. तावदेव. आम्, सो निमित्तम् इत्युक्ते निमित्तम् अत्र किम् अस्ति, सप्तमी विभक्तियान्त कार्यस्य कारणम्. आम् सत्यं, कार्यस्य कारणम् एव निमित्तम्. सो केन कारणेन तत्र कार्यं करणीयम् इत्युक्ते इको यनचि इति सूत्रे यत् कार्यं निर्दिष्टम् अस्ति सः कदा करणीयं, यदा इक् परे कोऽपि अच्वर्णः अस्ति चेदेव यन् आदेशः. यदि इक् परे कोऽपि अच्वर्णः नास्ति चेत् तत्र यन् इति आदेशः न भवति. अतः वयं किं वदामः, कार्यस्य अभावे अथवा निमित्तस्य अभावे कार्यं न भविष्यति. निमित्तम् अस्ति चेदेव कार्यम्. अतः निमित्तं तत्र सूत्रे स्पष्टतया महर्षिणा दत्तं, यत्र यत्र विधिसूत्रं महर्षिणा दत्तं तत्र निमित्तमपि आवश्यकं. सः तत्र निमित्तमपि सः दत्तवान् इत्युक्ते सप्तमी विभक्ति, तृतीया विभक्ति अथवा पञ्चमी विभक्ति द्वारा एव निमित्तस्य निर्देशं सूत्रेषु भवति इति तत्र सप्तमी विभक्त्यान्तं पदस्य अर्थः. पूर्वकार्यम् इति उच्यते, परन्तु वयं जानीमः कार्यस्य परे निमित्तम् आवश्यकम्. पूर्वकार्यं परनिमित्तम् इति तत्र सम्पूर्णतया वदामः चेदेव ज्ञातुं शक्यते. पूर्वकार्यं परनिमित्तं, निमित्तं यत्र कार्यं भवति इत्युक्ते यत्र स्थाने अस्ति तस्य साक्षात् परे निमित्तम् आवश्यकम्. इत्युक्ते इकारस्य साक्षात् परे अच्वर्णः अस्ति चेदेव इकारस्य परिवर्तनं भवति, यकार इति यकारः इति आदेशः. अस्तु, अत्रापि पठतु भगिनि, अत्र यः उदाहरणं दत्तं यदि योग अपि. अहमेव पठामि वा? आम् पठतु अत्र यदि योग. यदि प्लस् अपि यद्यपि, अत्र अपि इत्यस्य अकारः परं नास्ति चेत् इकारस्य स्थाने यकारः भविष्यति किं? नैव. अतः सः अकारः कार्यस्य निमित्तं, कार्यात् परम् अच्वर्णः नास्ति चेत् कार्यः इ या न भविष्यति. अत्र इको यणचि अत्र यदि अत्र केवलं यदि इति पदम् अस्ति चेत् इ या इति कार्यं भवति वा न भवति किल? निमित्तस्य अभावः यदि तावत् तिष्ठति. अवगतं वा? धन्यवादः. सो यदि इकारस्य परे कोऽपि अच्वर्णः नास्ति चेत् तत्र इको यनचि इति सूत्रस्य प्रसक्तिः एव न भवति. सो यदा ई परे तत्र अच्वर्णः आयाति तदा एव इको यनचि इति सूत्रस्य तत्र प्रसक्तिः, अन्यथा तत्र प्रसक्तिः एव न भवति. किमर्थं चेत् सम्पूर्णसूत्रम् अस्ति इक् स्थाने यन् आदेशः अचि परे, केवलम् अचि परे एव, अचि परे नास्ति चेत् कार्यं न करणीयम् इति तु तत्र वयं जानीमः, सामान्यनियमः. अस्तु भगिनी, धन्यवादः. अनन्तरं कः पठितुं, कः अथवा का पठितुं? पञ्चमी विभक्ति विभक्तौ अस्ति, चेतन भगिनी अस्ति वा? आं पठामि वा भगिनि? आं भगिनि. पञ्चमी विभक्तिः अस्ति, तदा परकार्यम् इति उच्यते. नाम यत् पदं पञ्चमी विभक्तौ तत् पूर्वम् अस्ति, अपि च तत् कार्यस्य निमित्तं कारणं, निमित्तस्य अभावे कार्यं न भविष्यति. पञ्चमी विभक्तिः परकार्यं सूचयति, तदर्थं निमित्तम् आदि अस्ति, कार्यम् अनन्तरं भवति. पञ्चमविभक्तौ पूर्वम् अस्ति, अस्ति अपि तत् कार्यं निमित्तं निमित्तस्य अभावे कार्यं न भविष्यति. पञ्चमीविभक्तिः निमित्त नास्ति तर्हि कार्यं न भविष्यति. निमित्तस्य अभावे कार्यं न भविष्यति. उदाहरणमपि पठतु. सो वयं किं वदामः, पञ्चमी विभक्त्यान्तं पदः सूत्रे अस्ति चेत् परकार्यं पूर्वनिमित्तं, पूर्वनिमित्तं कार्यं परम्. अत्र उदाहरणं न दत्तवती भगिनी. रसाभ्यां नो नः, रसाभ्यां नो न समानपदे अष्टम अध्याये चतुर्थपादे प्रथम सूत्रम्, एकस्मिन् पदे पूर्वं रेफः अथवा शकारः अस्ति चेत् अपि तस्मिन् एव पदे परं नकारः अस्ति चेत् तर्हि नकारस्य स्थाने नकारादेशः भवति. र श र च श च रशो इति इतरेतरद्वन्द्वसमासः ताभ्यां रसाभ्यां रसाभ्यां रसाभ्यां पञ्चमान्तं, न षष्ट्यान्तं, नः प्रथमान्तम्. रसाभ्यां पञ्चमात्मं पञ्चमात्मं पञ्चम्यन्तं, ततः नः षष्ट्यन्त्यं. नः स्थाने कार्यं भवति, परन्तु पञ्चमः अस्ति इति कारणेन निमित्तं पूर्वमस्ति, कार्यः अपरं भवति. उदाहरणेन रामा इन् अत्र र अस्ति इति कारणेन निमित्तमस्ति रसाभ्यो नो न समानपदे इति सूत्रेण. राम अधिक इन् अत्र रामेण न भूत्वा रामेण इति भवति, नकारस्य नकारः आदेशः भवति. रसाभ्यां नो नः समानपदे इति सूत्रस्य अर्थः कः भगिनि? रः शः रः शः इति द्वे अक्षरौ अस्ति चेत् तत्र स्थित नकारस्य अन्तिमनकारस्य नकारः भवति इति. अन्तिमनकारस्य इत्युक्ते क्षम्यताम्, अत्र रामस्य न न तत् त्यजतु, तत् उदाहरणं त्यजतु, रामयोग इन त्यजतु. रसाभ्यां नो नः समानपदे इति सूत्रस्य अर्थः कः? एकवाक्ये तत्र वदतु, स्वस्य वाक्ये वदतु. पदः र श इति पदस्य अन्ते र श अस्ति चेत् तत्र पदस्य अन्ते किमर्थं वदामः? पदस्य अन्ते पदस्य अन्ते पद इन् एनी वर्ड् पदे एकस्मिन् पदे चेत् तत् अपरं स्थित्वा नकारस्य नकारः भवति. अत्र अत्र एकं स्मर्तव्य अंशः कः? रसाभ्यां नो नः समानपदे रसाभ्यां पञ्चमा अस्ति, अतः निमित्तम् आदौ अस्ति, र आदि अस्ति, न अनन्तरम् अस्ति, तत्र नस्य नकारः भवति. रसाभ्यः पञ्चमन्त्या, अतः कार्यम् अपरं भवति. इत्युक्ते तत्र यः अत्र रामस्य रेफ भविष्यति पञ्चमीयान्तं पदस्य विषये कथं जानीमः? पञ्चमी विभक्त्यान्तं पदः परकार्यं पूर्वनिमित्तम् इति सूचयति तत्र एकं परिभाषासूत्रं. तस्मात् इति कथनेन तत्र पञ्चमीयान्तं यः सो तस्मात् उत्तरस्य इति वदामः चेत् साक्षात् उत्तरस्य एव इत्युक्ते रेफ् शकारः साक्षात् अनन्तरं दन्तिन अस्ति चेदेव कार्यम् इति रसाभ्यां नो नः समानपदे तत्र विशिष्टम् अस्ति. इत्युक्ते रेफः शकारः साक्षात् अनन्तरं दन्तनकारः अस्ति चेदेव यदि रेफः शकारः अपि च दन्तनकारस्य मध्ये कोऽपि भिन्नवर्णः एकस्मिन् पदे अस्ति परन्तु रेफः अथवा शकारः अपि च स्थानी मध्ये कोऽपि अन्यवर्णः अस्ति चेत् तत्र रषाभ्यां नूनः समानपदे इति सूत्रेण कार्यं न भवति. किमर्थं चेत् रषाभ्यां नूनः समानपदे इति सूत्रं वदति रेफ् शकारस्य साक्षात् अनन्तरम् अनन्तरमेव न अस्ति नत्वं भवति. सो अत्र एकं स्टार् दत्तं. किमर्थम् अत्र स्टार् दत्तम् इत्युक्ते रामयोग इन् यः रामेण भवति अन्ततो गत्वा तत्र रामेण भवति नत्वं भवति तत्र रषाभ्यां नूनः समानपदे इति सूत्रेण न कार्यं. तत्र अट् कुप् वाङ् नुम् व्ययाये अपि इति सूत्रेण कार्यं. किमर्थं चेत् अत्र न केवलं म अस्ति अत्र दीर्घ आकारः अपि अस्ति अकारः मकारः इकारः अस्ति परन्तु वेवायो एपि इति सूत्रेण आ म इ सर्वे अपि अस्ति चेत् अपि नकारस्य नकारः भवितुं शक्यते. आम् अपि च अत्र किम् एकम् अन्यत् सूत्रम् अत्र एकम् अन्यत् तत्र दृष्टव्यम् इत्युक्ते अत्र नकारः यः अस्ति दन्तिन यः अस्ति रामेण इति वर्णमेलनं कुर्मः चेत् तत्र रामेण भवति. कथं रामेण भवति जानाति वा भगिनि? रामयोग इन् कुर्मः चेत् रामेण इति कथं भवति? इकारस्य स्थाने न वदामः तत्र पूर्वपरयोः इत्युक्ते अयोग आम् एकः गुण आदेशः. सो अत्र गुणसन्धि भवति रामेण इति एकमेव पदम् इत्युक्ते इदानीम् एतत् पदसंज्ञा प्राप्नोति रामेण इति पदम् अस्ति. किमर्थं चेत् सुप् प्रत्ययः योजयामः चेत् सुप् तिङन्तं पदम् इति वयं जानीमः अतः रामेण इति एकम् एव पदः समानपदे निमित्तम् अपि च स्थाने अस्ति चेदेव कार्यम्. एकस्मिन् पदे समानपदे एकस्मिन् पदे रेफः अपि च दन्तिन अस्ति चेदेव कार्यम्. निमित्तम् अपि च स्थानी भिन्नभिन्नपदेषु अस्ति तत्र कार्यं न करणीयम् अनेन सूत्रेण रषाभ्यां नूनः समानपदे. सो एकस्मिन् पदे निमित्तम् अपि च स्थानी भवति चेदेव कार्यम्. अन्यत् अत्र किम् अस्ति? अत्र नकारः पदान्ते नास्ति इत्युक्ते पदस्य अन्ते नकारः नास्ति. पदस्य अन्ते अत्र कः वर्णः? अकारः. परन्तु वयं जानीमः तत्र यदि पदस्य अन्ते दन्तिन अस्ति तत्र कार्यस्य कृते बाधा भवति पदान्तस्य इति सूत्रेण. इत्युक्ते पदान्तस्य नकारस्य तत्र रषाभ्यां नूनः समानपदे इति अथवा अट्कुप् वाङ् नुम् व्ययाये अपि सूत्रेण कार्यस्य कृते तत्र बाधा. परन्तु अस्मिन् उदाहरणे दन्त्यन पदान्ते नास्ति यथा वयं तत्र जानीमः तत्र रामेण भवति तत्र ण भवति. सो अत्र पदान्ते नास्ति पदान्त दन्त्यनकारस्य तत्र नत्वं निषेधं तस्य कृते निषेधम् अस्ति विशिष्टसूत्रम् पदान्तं हलन्तं भवति तत्र दन्त्य न तथैव तिष्ठति तत्र तस्य नत्वं न भवति. किमर्थं चेत् सः पदान्ते अस्ति. सो पदान्तनकारस्य नत्वं निषेधं तत्र व्याकरणे. अस्तु अस्तु इदानीं सो अत्र अट्कुप् वाङ् नुं व्ययाये अपि इत्युक्ते रकारः अपि च नकारस्य मध्ये अट् अट् इति प्रत्याहारस्य सर्वे वर्णाः आयान्ति अतः तत्र बाधा न भवति नत्वकार्यस्य कृते बाधा न भवति इति अनन्तरं सूत्रं तत्र निर्देशं करोति. अस्तु भगिनि धन्यवादः. अनन्तरं कः पठितुम् इच्छति? क्षम्यता महोदय, वदतु महोदय. अत्र रामेण नत्वम् अन्ते अस्ति न भवति न रामेण? अत्र तु भवति, किमर्थं चेत् न दन्त्य न अन्ते नास्ति, अन्ते अकारः. अस्तु अस्तु. यत्र यत्र दन्त्यन अन्ते पदान्ते अस्ति तत्र नत्वं नत्वकार्यं न भवति, परन्तु अत्र तु अन्ते नास्ति, अत्र पदस्य मध्ये अस्ति. अत्र अन्ते अकारः अस्ति तेन कारणेन नत्वं भवति. तेन कारणेन पदान्तस्य इति सूत्रस्य अत्र प्रसक्तिः न भवति. यत्र यत्र दन्त्यनः पदान्त अन्ते पदस्य अन्ते अस्ति तत्र एव पदान्तस्य इति सूत्रद्वारा नत्वकार्यस्य कृते तत्र निषेधः. चेतन भगिनी अस्ति वा? आं भगिनि. अत्र पठतु, अत्र रामस्य रेफः. अत्र रामस्य रेफः पूर्वं नास्ति चेत् नकारस्य स्थाने नकारादेशः भविष्यति किम्? नैव. अतः सः रेफः कार्यस्य निमित्तम्. कार्यात् पूर्वं रेफः शकारः च नास्ति चेत् कार्यं न न न भवति. उदाहरणमपि पठतु. देवयोग इन् देवेन. अत्र देवशब्दे रेफः नास्ति. अस्यां दशायां नकारस्य स्थाने नकारः भवति वा न भवति किल? निमित्तस्य अभावे देवेन यथावत् तिष्ठति. रामेण उदाहरणं मध्ये रेफः राम योग इन अस्ति. रेफः पूर्वं नास्ति चेत् पूर्वं रेफः पूर्वम् अस्ति. अतः रसाभ्यां नो नः समादन समानपदे वि केन् अप्लै. पूर्वं नास्ति चेत् एतत् सूत्रं न भविष्यति. नकारस्य स्थाने णकारः न भविष्यति. उदाहरणं देवयोग इन् मध्ये रेपः शकारः नास्ति. अतः नकारः नकारः एव तिष्ठति, नकार न भविष्यति. सो वाट् केन् वी कन्क्लूड् इस् देट् नत्वकार्यस्य कृते निमित्तं किम् अस्ति? रेफः अपि च मूर्धन्यषकारः. समानपदे रेफः अपि च मूर्धन्यषकारः नास्ति चेत् कार्यं न करणीयम्. यथा देवेन इति पदे, देवेन इति पदे दन्त्यनकारः दन्त्यनकारः अस्ति, परन्तु इत्युक्ते सर्वदा दन्त्यनकारस्य नत्वं न करणीयम्. यदा तत्र निमित्तम् अस्ति तदा एव रसाभ्यां नूनः अथवा अट्कुप् वाङ्नुं व्यये अपि इति सूत्रद्वारा कार्यं करणीयम्. सो निमित्तस्य अभावे कार्यं न भवति. अपि च अत्र एकम् अन्यत् अंशः कः? रसाभ्याम् इति वयं दृष्टवन्तः पञ्चमी अन्तं पदः. सो पञ्चमी अन्तं पदः सूत्रे अस्ति चेत् तत्र किं भवति पूर्वनिमित्तं परकार्यम् इत्युक्ते परनिमित्तं यदि नकारस्य अनन्तरं समानपदे नकारस्य अनन्तरं रेफः अथवा मूर्धन्यषकारः आयाति तत्र तु तत्रापि कार्यं न करणीयं स्थानी पूर्वे रेफः अपि च षकारः वर्तते तदा एव नत्वकार्यं किमर्थं चेत् अत्र महर्षिणा पञ्चमी अन्तं पदः दत्तं रसाभ्याम् इति पञ्चमी द्विवचनात् पदं सो अतः वयं किं वदामः पञ्चमी अन्तं पदः अस्ति चेत् पूर्वनिमित्तं परकार्यम् एव सो रे नकारस्य पूर्वे एव रेफः अपि च मूर्धनिषकारः भवेत् तदा एव नत्वकार्यं करणीयम् इति तत्र तस्य अर्थः पञ्चमी अन्तं पदस्य तत्र अर्थः पूर्वनिमित्तं परकार्यम् अत्रापि पठतु अट्कुप्वाङ् नुव्यवायेऽपि इत्यनेन रेफनकारयोः मध्ये स्वराः सन्ति चेदपि नत्वं भवति अट् प्रत्याहारे ये वर्णाः कवर्गीयाः वर्णाः पवर्गीयाः वर्णाः आ इति उपसर्गः अनुस्वारः रेफनकारयोः मध्ये एते सन्ति चेदपि नत्वं भवति सो अट् प्रत्याहारे के वर्णाः अट् अ इ ऋ ए ओ ऐ औ हय वर सर्वे स्वराः अपि च हय वर अन्तस्थव्यञ्जनाः सो एते वर्णाः रेफः अपि च नकारस्य मध्ये अस्ति चेदपि कार्यम् अपि च कवर्ग क ख ग ग ञ प भ ब भ म अपि च आ उपसर्ग अस्ति अत्र दृश्यतु अट् कु पु इति अत्र उकारस्य व इति भवति किमर्थं चेत् अत्र अनन्तरम् अनन्तरम् आङ्ग् इति उपसर्गः तत्र कण्ठ्यन इति अनुबन्धवर्णः इत्युक्ते इत्संज्ञकवर्णः सो आ इति उपसर्गः नुम् इति कथनेन तत्र अनुस्वारस्य निर्देशः अट् कु पु आङ् नुम् व्यवाये इत्युक्ते व्यवधाने एते निमित् अपि च स्थानीमध्ये एतादृशः व्यवधानम् अस्ति चेत् व्यवाये इत्युक्ते व्यवधानं बाधा अस्ति चेदपि किमपि रसाभ्यां नूनः समानपदे सो समानपदे रेफः अपि च नकारस्य मध्ये एतादृशः व्यवधानम् इत्युक्ते अट् इति प्रत्याहारस्य वर्णः क वर्गीयवर्णः पवर्गीयवर्णः आ इति उपसर्गः अनुस्वारः एतादृशः व्यवधानं मध्ये अस्ति चेदपि तत्र किं भवति अपि इति कथनेन तत्र किं भवति रसाभ्यां नूनः समानपदे सो अस्मिन् सूत्रे इत्ययः अष्टमाध्याये चतुर्थपादे द्वितीयसूत्रम् अस्मिन् सूत्रे पूर्वसूत्रस्य सम्पूर्णतया अनुवृत्तिः आवश्यकम् इत्युक्ते अट् कुप् वाङ् नुं व्ययाये अपि रसाभ्यां नूनः समानपदे तेन एव वयं सूत्रस्य सम्पूर्ण अर्थम् अवगन्तुं शक्यते सो अनुवृत्तिः शैली आवश्यकम् सो अत्र पूर्वसूत्रस्य सम्पूर्णतया अनुवृत्तिः परन्तु रसाभ्यां नूनः समानपदे इति सूत्रं पश्यामः चेत् सूत्रं स्वयं सम्पूर्णम् अत्र कोऽपि पदस्य अनुवृत्ति आवश्यकं नास्ति अत्र सूत्रं स्वयं सम्पूर्णम् अस्ति अस्तु इदानीं अस्तु सो पञ्चमी विभक्ति निमित्तद्वारा तत्र पञ्चमी विभक्ति यः निमित्तनिर्देशम् अस्ति सः किं तत् नास्ति चेत् कार्यं न करणीयम् अपि च पूर्वनिमित्तं परकार्यम् इति निर्देशं करोति अस्तु भगिनि धन्यवादः तृतीयविभक्तिविषये कः पठितुम् इच्छति अहं पठामि वा भगिनि आं भगिनि पठामि तृतीयविभक्तौ अस्ति ततः योगः इति उच्यते योगः इत्युक्ते सम्बन्धः सम्बन्धः इत्येन निमित्तं पूर्वम् अपि भवितुम् अर्हति परम् अपि भवितुम् अर्हति अतः सप्तमी पञ्चमी इत्यनयोः मेलनम् इति चिन्त्यतां नामपूर्वकार्यमपि अर्हति परकार्यम् अपि अर्हति तृतीयविभक्ति इति उच्यते चेत् पूर्वकार्यमपि भवितुम् अर्हति परकार्यमपि भवितुम् अर्हति इत्युक्ते सम्बन्धः भवति सप्तमी पञ्चमी इति विभक्त्यौ सम्बन्धमेलनम् इति चिन्तयामः सप्तमी विभक्ति पञ्चमीविभक्ति मेलनेन तृतीयविभक्ति आगति इति इत्युक्ते कर्तः सम्बन्धः अस्ति कर्मसम्बन्धः अस्ति अतः तृतीय विभक्ति आगच्छति इति नाम पूर्वकार्यमपि अस्ति परकार्यमपि अस्ति इति विवरणं दत्तवान् इत्युक्ते वयं जानीमः निमित्तं तु एकमेव भवति प्रायशः निमित्तम् एकम् एव भवति निमित्तम् इत्युक्ते देर् हेस् टु बि सम् एण्टिटि इत्युक्ते कस्यचित् वर्णः अथवा कस्यचित् पदं देट् हेस् टु बि दियर् सो ऐदर् द निमित्तस्य ऐदर् देर् आर् ओन्लि टु पासिबिलिटीस् नौ निमित्तस्य कुत्रचित् निमित्तस्य पूर्वे कार्यं कुत्रचित् निमित्तस्य परे कार्यम् सप्तमी विभक्तिसूत्रे अस्ति चेत् सूत्रे सप्तमी अन्तं पदः अस्ति चेत् वयं जानीमः निमित्तस्य पूर्वे तत्र कार्यं पूर्वकार्यं परनिमित्तं पञ्चमी विभक्ति अन्तं पदे अस्ति चेत् सूत्रे अस्ति चेत् निमित्तस्य परं कार्यम् इत्युक्ते रषाव्यं रेफस्य अनन्तरं कार्यं करणीयं परन्तु इदानीं तृतीयविभक्ति अन्तं पदः सूत्रे अस्ति चेत् महर्षिः किम् इच्छति निमित्तः यः अस्ति निमित्तस्य पूर्वे स्थाने अस्ति तत्रापि कार्यं निमित्तस्य परे स्थाने अस्ति तत्रापि कार्यम् इति तृतीयविभक्तिसंयोगः इत्युक्ते योगः कस्य योगः सप्तमी विभक्तियान्तं यत् निर्दिष्टम् अपि च पञ्चमी विभक्तियान्तं यत् निर्दिष्टं तयोः योगः अत्र भवति तृतीयविभक्ति इत्युक्ते यत्र निमित्तम् अस्ति यदि निमित्तस्य पूर्वे स्थाने तत्रापि कार्यं निमित्तस्य परे स्थाने अस्ति तत्रापि कार्यं परन्तु तादृशः पञ्चमी अपि च सप्तमी विभक्तिषु न भवति इत्युक्ते अकारस्य अनन्तरम् इकारः आयाति चेत् तत्र यन् इति आदेशः कदापि न भवति इकारः पूर्वे अस्ति अनन्तरम् अच् वर्णः अस्ति चेदेव यन् कार्यम् तथैव यथा मया पूर्वे उक्तं दन्त्यनः अनन्तरं रेफः साक्षात् अनन्तरं रेफः वर्तते तत्र नकारस्य नत्वं न भवति कदा भवति यत्र दन्त्यनकारस्य पूर्वे रेफः अथवा शकारः अस्ति तत्र एव कार्यं सो पञ्चमी विभक्तियान्तं केवलं किं निर्देशं करोति पूर्वनिमित्तं परकार्यम् एव तत्र कोऽपि योगः नास्ति परन्तु तृतीयविभक्त्यान्तं पदः तत्र संयोजनं भवति कस्य संयोजनं सप्तमी पञ्चमी इति यत् निर्दिष्टं तयोः संयोजनं भवति सो निमित्तस्य पूर्वे अपि कार्यं भवितुम् अर्हति निमित्तस्य परे अपि कार्यं भवितुम् अर्हति यदा तत्र परन्तु स्थाने अस्ति चेद् एव कार्यम् स्थाने परे अस्ति अथवा स्थाने पूर्वे अस्ति चेदेव कार्यम् वयं जानीमः कार्य व्याकरणे प्रायशः कार्यस्य अभावे तत्र कारणस्य अभावे कार्यं न भवति. कारणम् इत्युक्ते निमित्तम्. अस्तु, सरलमस्ति. अत्र एतत् सूत्रमपि पठतु. स्तोः चुनाश्चुः. आम्, स्तोः चुना स्तुः. स्तोः चुना स्तुः. सकार वर्गयोः शकार सकार तवर्गयोः शकार छवर्गाभ्यां योगो योगे शकार छवर्गौ स्तः. सकारतवर्गयोः शकारछवर्गभ्यां योगो शकारछवर्गौ स्तः. योगः इत्युक्ते सम्बन्धः. इत्येन निमित्तं शकारः छवर्गः च पूर्वमपि भवितुम् अर्हति, परमपि भवितुम् अर्हति. स्तोः षष्ठ्यान्तं, स्थुना तृतीयान्तं, स्चुः प्रथमान्तम्. उदाहरणमपि दत्तम्. प्रत्येकं विभक्त्यान्तं पदस्य कः अर्थः? स्तोः षष्ठ्यान्तम् इत्युक्ते स्तोः शकारस्थाने षष्ठ्यान्तम् इति. स्तोः तकारस्थाने षष्ठ्यान्तम्. तकारस्थानि निमित्तं स्थानि सूचयति. आम्, षष्ठ्यान्तं पदः सूत्रे किं निर्देशं करोति? स्थानी. स्थानी कः अस्मिन् सूत्रे? कः स्थानी? तवर्ग एव स्थानी. न, स्तोः इति कथनेन सकारः अपि च तवर्गः. आम्, सो अत्र षष्ठी द्विवचनात् पदमस्ति स्तोः. न केवलं तवर्गीयव्यञ्जनः, सकारः अपि स्थानी. सकारः अपि स्थानी, करेक्ट्. आम्, सो अत्र स्थानी इत्युक्ते तवर्गीयव्यञ्जनस्य स्थाने तत्र आदेशः करणीयम्, अपि च सकारस्य स्थाने तत्र आदेशः. इदानीम् आदेशः परम् आदेशः परं निमित्तम् इत्युक्ते च वर्गः एव निमित्तम्. अतः एकनिमिष. शचुना इति यः अस्ति तृतीयान्तं पदः, तत्तु सत्यं. परन्तु अत्र न केवलं चु इति लिखितमस्ति, शकारः अपि अस्ति. चुना अस्ति, शकारः चु, शकारः च वर्गाभ्याम् इत्युक्ते अत्र तृतीयान्तं पदः अस्ति चेत् तत्तु निमित्तं भवति. सर्वदा किं स्मर्तव्यं? सप्तमी, तृतीयान्तं, पञ्चमी, तत् केवलं निमित्तं भवति कार्यस्य कृते निमित्तम्. इत्युक्ते स्थानी परे, सकारस्य परे शकारः अथवा चवर्गीयव्यञ्जनः अस्ति चेदेव कार्यम्. अपि च तकारस्य परे शकारः, अपि च तकारस्य परे चवर्गीयव्यञ्जनः अस्ति चेदेव कार्यम्. किं कार्यं किम् अत्र? तत्स्थाने च भवति. आम्, तत् किं कार्यम् अत्र? नामकरणम् अत्र लोपकार्यं वा आगमः वा किं कार्यम् अत्र अस्मिन् सूत्रे? आगमः भगिनि, तत्स्थाने च. कार्यं कति विधानि? त्रिविधानि. आदेशः, आगमः, लोपः इति. अस्मिन् सूत्रे कीदृशकार्यम्? अन्यत् च अन्य. न, अस्मिन् सूत्रे कीदृशकार्यं? लोपकार्यं वा? आदेशः भवति. आम्, किमर्थं चेत् अत्र षष्ठ्यान्तं पदः सूत्रे अस्ति. आं भगिनि, स्थानी भवति. यत्र यत्र स्थानी अस्ति तत्र तत्र प्रायशः आदेशरूपी कार्यम् एव. किमर्थं चेत् स्थानी अपगच्छति. स्थानी अपगच्छति, तस्य स्थाने एकं नूतनवर्णः तत्र आयाति. अत्र आदेशरूपी कार्यम्. प्रथमान्तं यः पद अत्र अस्ति सः आदेशं स्तोः स्थाने स्युः इति आदेशः कदा कदा यदा स्तोः परे कोऽपि श अथवा चु अस्ति परन्तु अत्र न केवलं तावदेव नास्ति तृतीयान्तं पदः तृतीयान्तं पदः संयोजनं भवति इत्युक्ते स्थानि पूर्वे स्युः अस्ति तदपि कार्यं स्थानि परेश्चु न अस्ति तत्रापि कार्यं न केवलं पूर्वे कार्यं परमपि कार्यं तृतीयान्तं पदः सूत्रे अस्ति तृतीयान्तं संयोजनं स्थानि पूर्वे निमित्तम् स्थानि पूर्वे निमित्तम् अस्ति चेदपि कार्यं स्थानि परे निमित्तम् अस्ति चेदपि कार्यं परन्तु सर्वदा स्थानि स्थाने एव वी हेव् टु रिप्लेस् द ओन्लि द स्थानि वर्णः निमित्तस्य तत्र कोऽपि परिवर्तनं न भवति निमित्तं तथैव तिष्ठति यदा अत्र उदाहरणं पश्यतु अन्यत् योगः च अन्य योगः त स्थाने च योगः च सो अन्यच् च प्रथमपदे तकारः अन्तिमवर्णः तकारः स्थाने निमित्तं च अस्ति चेत् तकारस्थाने च वर्ग आगमः भवति अतः अन्यच्च इति पदम् आगच्छति अत्र स्थानिवर्णः कः स्थानिवर्णः तकारः निमित्तं चकारः निमित्तं चकारः श्चुना इति निमित्तम् अस्ति सो अत्र अत्र परनिमित्तम् अत्र परनिमित्तम् स्थानि परे निमित्तम् अस्ति अस्मिन् उदाहरणे स्थानि परे निमित्तं सो कार्यं भवति अन्यच्च इति भवति आदेशः कः श्चुना तकारः अस्ति चेत् चु इति आदेशः सकारः अस्ति चेत् श इति आदेशः इति तस्य अर्थः सकारस्य स्थाने सर्वदा श इति आदेशः करणीयं तक्तु अस्ति चेत् तत्र चु इति आदेशः करणीयं स्थाने अन्तरतमः इति सूत्रद्वारा तत्र तुल्यतमवर्णः एव आदेशरूपेण आगन्तुं शक्यते अतः शिचुः इति पश्यामः चेत् तत्र तकारस्य तुल्यतमवर्णः च एव अस्ति अतः च एव आगन्तुं शक्यते स्थाने अन्तरतमः इति परिभाषासूत्रद्वारा वयं ज्ञातुं शक्यते शिचुः मध्ये तत्र श च छ ज ज ञ पञ्चयोग षट् सो आदेशरूपी तत्र षट् वर्णाः दत्तं कथं जानीमः तकारस्य स्थाने केवलं च इति च एव आगन्तुं शक्यते छ न आगन्तुं शक्यते ज न आगन्तुं शक्यते तत्र एकं परिभाषासूत्रम् आगत्य सहायता करोति यत्र यत्र विधिसूत्रे कार्यस्य कृते भ्रमः जायते तत्र तत्र परिभाषासूत्रम् आगत्य सहायता करोति अत्रापि कथं जानीमः त स्थाने अत्र तु आदेशरूपी श्चुः इति लिखितमस्ति शुचुः इति पदाम पश्यामः चेत् तत्र शकारः चु इति च छ ज ज ञ पञ्चयोग षट् वर्णः आदेशरूपेण दत्तं कथं जानीमः त स्थाने केवलं च एव आगन्तुं शक्यते परिभाषासूत्रद्वारा परिभाषासूत्रं किं स्थाने अन्तरतमः स्थाने अन्तरतमः इति सूत्रं वदति यस्य स्थाने आदेशः तकारस्य स्थाने आदेशः तस्य तुल्यतमवर्णः एव आदेशरूपेण आगन्तुं शक्यते सो अत्र च एव तुल्यतमवर्णः अस्ति तकारस्य अतः अत्र अन्यच्च भवति त स्थाने च एव आदेशः अन्यथा तु अत्र बहूनि आदेशः अत्र सन्ति अस्मिन् सूत्रे दत्तम् परन्तु केवलं च एव आगन्तुं शक्यते तस्य कृते अपि शास्त्रीयचिन्तनम् आवश्यकं शास्त्रीयचिन्तनं किं सूत्रमेव प्रमाणं सो सूत्रं किम् अस्ति स्थाने अन्तरतमः तेन परिभाषासूत्रेण एव अत्र च इति भवति सो अत्र निमित्तं चकारः परं कार्यं तु स्थाने पूर्वं सो अत्र पूर्वकार्यं परनिमित्तम् अस्मिन् उदाहरणे द्वितीय उदाहरणे तत्र प परकार्यं पूर्वनिमित्तम् इति अपि दत्तं, किमर्थं चेत् तृतीयान्तं योगः इति संयोजनं भवति तत्र। अत्रापि अन्यत् अन्यत् अत्र केवलम् अन्यत् इति पदम् अस्ति चेत् त योगः च इति कार्यं भवति वा न भवति किल, निमित्तस्य अभावे अन्यत् यथावत् तिष्ठति। अन्यत् इति पदम् अस्ति चेत् अन्यत् अन्तिमवर्णः तकारः इति च इति कार्यं भवति वा न भवति किल, निमित्तस्य अभावे अन्यत् यथावत् तिष्ठति। अत्र विषयः कः भगिनि, अस्मिन् करपत्रे विषयः कः? विषयः अन्य तकारः अन्तिमवर्णः अस्ति चेत् कार्यं न भवति। अस्मिन् करपत्रे विषयः अस्ति, वाट् आर् वी रीडिङ्ग्, निमित्तम् इत्युक्ते निमित्तस्य आवश्यकता कदा भवति। सो अत्रापि यदि केवलम् अन्यत् एव अस्ति, च इति परे नास्ति चेत् तत्र कार्यं तु न भवति, निमित्तं न, अतः कार्यं न। आम्, सो निमित्तस्य अभावे तत्र वारं वारम् अत्र लिखितम् अस्ति, निमित्तस्य अभावे कार्यं न भवति, तथैव तिष्ठति, अन्यत् तथैव तिष्ठति। इदानीं द्वितीयः उदाहरणं, यज्योग नः, तदपि पठतु। यज्योगः नः, यज् योगः न स्थाने ञ योगः अकः, यज्ञः अत्र निमित्तं जकारः, पूर्वकार्यं नकारस्थाने ञ परम्, निमित्तं यज् योगः नः, यज् जकारस्थाने जकारः एव निमित्तं, जकारः पूर्वम् अस्ति, अतः कार्यं परं निर्दिश्यते। कार्यं परम् इति नकारस्थाने ण्यकारः भवति, अतः यज्ञः इति पदम् आगच्छति। सत्यं, यज्योगनः इति पश्यामः चेत् अत्र स्थानीवर्णः कः? जकारः। स्थानी, स्थानीवर्णः, स्थानी, स्थानी इत्युक्ते स्थानी इत्युक्ते तत्येव सूचयति एतत् अक्षरमध्ये कार्यं करणीयम् इति। न न, मम प्रश्नः कः, स्थानी इत्युक्ते किम्? स्थानी तस्य स्थाने, दट् एव ऐ एम् टेलिङ्ग् भगिनि, दत् तत् अक्षरमध्ये तत् कार्यं करणीयम् इति। यस्य यः स्थानी इत्युक्ते यः वर्णः अपगच्छति, यस्य स्थाने आदेशः, स्थानी इत्युक्ते यस्य स्थाने आदेशः, तदेव स्थानीवर्णः। आदेशः कः? श्चुः इति आदेशः, परन्तु अत्र स्थानीवर्णः कः? जकारस्थाने ञकारः भवति, तत्येव आदेशः, जकारस्थाने ञकारः भवति, तत्येव वा? उदाहरणं त्यजतु, स्तोः श्चुनाश्चुः इति सूत्रं पश्यामः चेत् अत्र स्थानीवर्णः कः? अस्मिन् स्थानीवर्णः कः? कस्य स्थाने आदेशः? स्तोः श्चुनाश्चुः चुना मध्ये वा? न, स्थानी षष्ठ्यान्तं पदः किं निर्देशं करोति? स्तोः तः तकारः, स्तोः एव षष्ठ्यान्तम्। स्तोः एव स्थानी, षष्ठ्यान्तम् एव स्थानी। सो सकारः अपि च तु इति कथनेन किम् अवगतम्? तु व्याकरणे तु इत्युक्ते किं, चु इत्युक्ते किं, कु इत्युक्ते किं? चकार च वर्गः, कु वर्गः, न न न, तु वदामः चेत् त वर्गीय, त थ द न, आम् आम् आम्, चु वदामः चेत् न केवलं चकारः च छ ज ज न सम्पूर्णवर्गं च वर्गं तवर्गं सो अस्मिन् सूत्रे सकारः अपि स्थानी अपि च तु अपि स्थानी त थ द द न एते पञ्चवर्णाः स्थानिवर्णाः आम् सो तेषां स्थाने एव श्चुः इति आदेशः अत्र यजयोग नः पश्यामः चेत् ज इति कस्मिन् वर्गे अस्ति ज इति वर्णः कस्मिन् वर्गे अस्ति च वर्गे अस्ति च वर्गे सो च अत्र स्थानी अस्ति वा नास्ति न अत्र केवलं स्तुः इति स्थानी षष्ठ्यन्तं केवलं स्तुः च तु अत्र निमित्तम् अपि च आदेशः निमित्तम् अपि चु आदेशः अपि चु परन्तु स्थानीवर्णः तु तु अपि च सकारः सो अस्मिन् उदाहरणे स्थानीवर्णः कः त थ द नकारः स्थानीवर्णः नकारः अपगच्छति तस्य स्थाने भिन्न आदेशः चुः इति आदेशः ज इति किम् अत्र ज इत्युक्ते किम् ज निमित्तम् आम् ज इति निमित्तम् अस्ति चुना चुना इति च छ ज चवर्गीयत्रयेव आम् भगिनि क्षम्यताम् अत्र एव निमित्तं सर्वविवरणमपि अपि दत्तमस्ति करपत्रे अत्र निमित्तं जकारः पूर्वकार्यं नकारः स्थाने नकारः इति दत्तमस्ति अहं सम्यक् न अवगतवती चिन्ता मास्तु अत्र निमित्तं जकारः पूर्वम् अत्र अस्तु भगिनि स्टाप् हियर् अत्र निमित्तं जकारः पूर्वं पूर्वे निमित्तं परन्तु अत्र अन्यच्च उदाहरणे निमित्तं कुत्र अस्ति परे अस्ति स्थानी पूर्वे निमित्तं परे परन्तु अस्मिन् उदाहरणे स्थानी अनन्तरं निमित्तं पूर्वे सो तत्रापि कार्यं तृतीयविभक्त्यान्तं पदः न केवलं निमित्तस्य पूर्वे कार्यं निमित्तस्य परे अपि कार्यम् अस्तु न स्थाने तुल्यतमवर्णः केवलं य इति आयाति किमर्थं चेत् च छ ज ज ञ इति अनुनासिकवर्णः नकारः अपि अनुनासिकवर्णः अनुनासिक तुल्यतमवर्णः एव आदेशरूपेण आगन्तुं शक्यते अतः न अपगच्छति तस्य स्थाने केवलं चुः इति पश्यामः चेत् केवलं य इति यः अस्ति सः एव तुल्यतमवर्णः अतः अत्र य एव आगन्तुं शक्यते कोऽपि अन्यवर्णः न आगन्तुं शक्यते तुल्यतमवर्णः एव आगन्तुं शक्यते अत्र अः अपि अस्ति किमर्थं चेत् अकारः अपि च विसर्गः अपि अस्ति सो वर्णमेलनेन यज्ञः इति भवति सम्यक् अवगतं भगिनि सो तृतीयविभक्त्यान्तं सूत्रे तृतीयविभक्त्यान्तं पदः अस्ति चेत् निमित्तस्य पूर्वे अपि कार्यं निमित्तस्य परे अपि कार्यं स्थानी तत्र भवेत् निमित्तस्य पूर्वे स्थाने तत्रापि कार्यं निमित्तस्य परे स्थाने तत्रापि कार्यं साक्षात् परे अस्तु निमित्तं मध्ये तिष्ठति पूर्वमेव कार्यं परमेव कार्यम् आम् स्थानि तत्र आवश्यकं स्थानिपदम् आवश्यकं स्थानि निमित्तस्य साक्षात् अनन्तरम् अथवा स्थानि निमित्तस्य साक्षात् पूर्वे अस्ति चेदेव कार्यम् अत्र संहितायां विषयः अपि अस्ति इत्युक्ते अत्यन्त द्वयोः वर्णयोः मध्ये सामीप्यम् अस्ति चेदेव कार्यम् अत्र मध्ये कोऽपि व्यवधानम् अस्ति चेत् कार्यं न करणीयं सन्धिकार्यं तदा न भवति अत्र कोऽपि जकारस्य साक्षात् अनन्तरं नकारः अतः कार्यं तथैव तकारस्य अनन्तरं साक्षात् अनन्तरं चकारः मध्ये किमपि नास्ति अतः कार्यम् यदि मध्ये कोऽपि स्वरः अथवा अन्यत् कोऽपि वर्णः अस्ति तत्र स्तोः श्चुनाश्चुः इति कार्यं न करोति, परन्तु रसाभ्यां नोनः इति समानपदे वयं दृष्टवन्तः, तत्र अट् कु पु आङ् नुम् इति व्यवधाने अपि कार्यं भवति, परन्तु तादृशः सूत्रम् अत्र नास्ति. अत्र तु साक्षात् अनन्तरं वर्णः अस्ति चेदेव कार्यं, स्थानि साक्षात् निमित्तस्य साक्षात् अनन्तरम् अस्ति चेदेव कार्यं, स्थानि निमित्तस्य साक्षात् पूर्वे अस्ति चेदेव कार्यम् इति तत्र समर्थव्यम्. अनन्तरम् अन्तिमवाक्यमपि पठतु भगिनि. नकः अत्र केवलं नकः इति पदम् अस्ति चेत् न योग्यः ञ इति कार्यं भवति वा न भवति किल? निमित्तस्य अभावे न यथावत् तिष्ठति. अत्र केवलं नकारः एव अस्ति चेत् कार्यं न भवति. किमर्थं चेत् तत्र निमित्तं नास्ति, अतः कार्यं नास्ति. अनन्तरम् अनन्तरं निमित्तं सप्तमी विभक्त्यौ चेत् पूर्वकार्यं, निमित्तं पञ्चमी विभक्त्यौ चेत् परकार्यं, निमित्तं तृतीया विभक्तौ चेत् कार्यं पूर्वं परं च. पूर्वमेव भवति अतः अथवा परम् एव भवति. त्रिषु अपि स्थलेषु निमित्तभावे कार्यभावः इत्युक्ते त्रिषु अपि स्थलेषु निमित्तभावे कार्यभावः, निमित्तम् अस्ति चेत् एव कार्यं भवति. नाम कार्यार्थं निमित्तस्य उपस्थितिः आवश्यकी. नो नाम इत्युक्ते कार्यार्थं निमित्तस्य कार्यं भवितुम् अर्हति अस्ति चेत् निमित्तस्य उपस्थितिः आवश्यकं. निमित्तम् अस्ति चेत् एव कार्यं भवति, निमित्तं नास्ति चेत् कार्यं न भवति. निमित्त इति करपत्रे निमित्तस्य का उपयोगिता इति सूत्रे निमित्तं नास्ति चेत् कार्यं न करणीयं. सो वयं यदा वयं सूत्रस्य अध्ययनं कुर्मः चेत् तत्र न केवलं स्थाने अपि च आदेशः कः अथवा तत्र केन कारणेन कार्यं करणीयं तदपि आवश्यकं, तत्र द्रष्टव्यं केन कारणेन कार्यं भवति, निमित्तं किम् अस्ति, तदा एव कार्यं करणीयम् इति तत्र आवश्यकम् अस्माभिः तत्र द्रष्टव्यम्. अस्तु, इदानीं पर्यन्तं धन्यवादः भगिनि. धन्यवादः. इदानीं पर्यन्तं कोऽपि प्रश्नः अस्ति चेत् निमित्तस्य विषये कृपया पृच्छतु, अन्यथा तत्र भगिनि नूतन आम् पृच्छतु भगिनि. भगिनि संयोजनं जनरली मीन्स् जायिन् नो? तृतीय विभक्तिः संयोजनं वै इस् इट् काल्ड्? अत्र जायिनिङ्ग् आफ् बेसिकलि द जायिनिङ्ग् आफ् वट् अवर् हेस् बिन् सेड् इन् द पञ्चमी एण्ड् सप्तमी. पञ्चमी विभक्ति पूर्वकार्यं, पञ्चमी विभक्ति परकार्यं, सप्तमी विभक्ति पूर्वकार्यं. सो तेषां संयोजनम् अत्र दृश्यते. तृतीया विभक्तियान्तं पदे संयोजनं दृश्यते इत्युक्ते पूर्वे अपि निमित्तस्य पूर्वे अपि कार्यं, निमित्तस्य परे अपि कार्यं, तयोः संयोजनम् इत्युक्ते तृतीय सप्तमी पञ्चमी इत्यनयोः मेलनम् इति संयोजनम् अत्र लिखितमस्ति. अत्र पश्यतु, सप्तमी पञ्चमी इत्यनयोः मेलनम् इति चिन्त्यत्यां. सो तृतीया विभक्ति यान्तं पदः यत् सप्तमी वयं दृष्टवन्तः अपि च पञ्चमी दृष्टवन्तः अत्र संयोजनं भवति. अतः वयं किं वदामः, वी हेव् टु से फस्ट् सप्तमी विभक्तियान्तं पूर्वकार्यं, पञ्चमी विभक्तियान्तं परकार्यं, तृतीयाविभक्तियातं संयोजनम्. वी केन् नाट् इण्डिपेण्डेण्ट्लि से संयोजनं बिकास् तत्र भ्रमः जायते. सो वी हेव् टु फस्ट् गिव् रेफरेन्स् टु सप्तमी, देन् टु पञ्चमी, देन् वी केन् से तृतीया संयोजनम्. तयोः अन्ययोः बोत् पूर्वम् अपि च परम्. धन्यवादः भगिनि. कोऽपि अन्यप्रश्नः अस्ति चेत् कृपया पृच्छतु. इदानीं नूतनकरपत्रः क्षम्यता महोदय, अत्र स्चुः इति प्रथमान्तमस्ति, एकमेव संज्ञा अस्ति, अत्र तृतीयविभक्ति तृतीय सारी पञ्चमी परनिमित्तम् अस्ति चेत् अपि पूर्वकार्यं संज्ञासूत्रम् एकमेव, परकार्यं पूर्वनिमित्तम् अस्ति चेत् अपि अत्रापि कार्यम् एकमेव अस्ति, अतः संयोजनम् इति वक्तव्यं. पूर्वनिमित्तमपि कार्यं करोति, पूर्वनिमित्तं परकार्यं, परनिमित्तं पूर्वकार्यम्, अत्र कार्यम् एकमेव अस्ति, तेन कारणेन संयोजनम् इति वक्तव्यं वा? मम प्रश्नः, प्रथमान्तम् एकमेव अस्ति, पूर्वनिमित्तं परकार्यम् एकमेव स्तुः एव, परनिमित्तं पूर्वकार्यम् अत्र एव, अत्रापि स्तुः एव, तेन कारणेन संयोजनम् इति वक्तव्यं वा? तृतीयाविभक्ति पूर्वनिमित्तं परकार्यमपि न, तथा नास्ति महोदय. यदा वयं विभक्तियान्तं पदस्य तत्र पद्धतिका इति तृतीयाविभक्तियान्तं पदः पश्यामः चेत् तस्य कः अर्थः इति पश्यामः चेत् तत्र कार्यं पूर्वे अपि भवितुम् अर्हति, परमपि भवितुम् अर्हति. परन्तु पूर्वे वयं दृष्टवन्तः सप्तमीयान्तं पदः अस्ति चेत् केवलं पूर्वकार्यं, पञ्चमी अस्ति चेत् केवलं परकार्यं. परन्तु अत्र संयोजनं दृश्यते, इत्युक्ते अत्र पूर्वे अपि कार्यं भवितुम् अर्हति, परमपि कार्यं भवितुम् अर्हति. अवगतं, सम्यक्. इदानीम् इत्संज्ञाप्रकरणं तत्र सूत्राधारेण एव तत्र पश्यामः. इदानीं वयं जानीमः सूत्रं कथं पठनीयम्, अस्मिन् करपत्रे अस्मिन् जालस्थाने तत्र आदौ तत्र यः सूत्रं दत्तं तत्र प्रथमे तत्र प्रथमवाक्ये तत्र सूत्रस्य सरल अर्थः कः इति सरलभाषायां तत्र दत्तम्. अनन्तरं सूत्रे कति पदानि, प्रत्येकस्मिन् पदस्य विभक्ति का इति अपि दत्तं. किमर्थं चेत् तत् किमर्थं पठनीयं वयं जानीमः, विभक्तिद्वारा वयं ज्ञातुं शक्यते स्थानी वर्णः कः, अत्र आदेशरूपी कार्यं वा, आगमरूपी कार्यं वा, लोपकार्यं वा, नामकरणं वा इति वयं सूत्रं पश्यामः चेत्, न केवलं सूत्रं पश्यामः चेत् सूत्रे कति पदानि, प्रत्येकपदस्य कः विभक्तिः इति पश्यामः चेदेव वयं किञ्चित् ज्ञातुं शक्यते. अनन्तरं तत्र यदि कोऽपि सामासिकपदः सूत्रे महर्षिणा दत्तं, तत्र कः समासः, तस्य विग्रहवाक्यं किम् इत्यपि अस्मिन् जालस्थाने तत्र सर्वं स्वरूपमहोदयेन दत्तं. सो इदानीं सूत्रं कथं पठनीयम् इति वयं जानीमः, पाणिनिसूत्रं कथं पठनीयम् इति वयं किञ्चित् जानीमः. अनन्तरं वयं सूत्रद्वारा यदा वयम् अभ्यासं कुर्मः चेत् इति पुनः तत्र स्पष्टः भवति. सो इत्संज्ञाप्रकरणं यः करपत्रमस्ति तत्र सूत्राधारेण एव तत्र सर्वं दत्तम् अस्तु. इत्संज्ञाप्रकरणं सि देर् आर् सम् कार्यास् विच् हेपन् आटोमेटिक्लि, वन् आफ् देम् इस् इत्संज्ञाप्रकरणं. वी रेड् देट् निमित्तस्य अभावे तत्र कोऽपि कार्यं न भवति, परन्तु देर् आर् सम् कार्यास् वी काल् देम् इन् व्याकरणशास्त्रे प्राकृतिककार्याणि. सो इत् संज्ञाप्रकरणम् इस् आल्सो ए प्रकरणं यत्र निमित्तस्य आवश्यकता नास्ति, केवलं सर्टन् कण्डिशन्स् आर् दियन् वेन् वि से दिस् निमित्तं तत्र कोऽपि तत्त्वम् आवश्यकम्. इत्युक्ते वर्णः अपि एकं तत्त्व एव व्याकरणशास्त्रे. There has to be some solid entity for which we call as nimittam. Parantu yada vayam it sangya ke iti prakranam pashyamah che tatra kopi entity avashyakam nasti. So vayam kim vadamah te varnaha swayam it sangya ka bhavati. Because this karya happens at the beginning of the prakriya eva we have to do this it sangya prakaranam kimartham tatra anubandha varnah tatra maharishina sthapitah tesham prayojanam kim iti vayam agre sarvam tatra pathamah kimartham che tatra prayojanam bina kopi karyam na bhavati vyakrane prayojanam asti chedev tatra karyam parantu kutrichit vayam vadamah अत्र आकारः केवलम् उच्चारणार्थम् इति सङ्ख्यक नास्ति सो उच्चारणार्थं तदपि एकं प्रयोजनम् अस्ति पश्यामः चेत् तदपि एकं प्रयोजनम् इत्युक्ते वेन् वी केनाट् स्पीक् एनिथिङ्ग् स्मूथ्ली एण्ड् ईज़िली देट् इस् आल्सो ए कैण्ड् आफ् प्रयोजनं बट् इति संज्ञाविषये तत्र यत् वर्णानाम् इति संज्ञा यः भवति सूत्राधारेण तस्य विषये कोऽपि बाह्यनिमित्तम् आवश्यकं नास्ति इत्युक्ते सम् एण्टिटि निमित्तम् इति आवश्यकं नास्ति प्रथमसोपाने एव इति संज्ञा वर्णानाम् इति संज्ञा करणीयम् इति अत्र सर्वम् अग्रे दत्तं बट् वी वेन् वि रीड् वी विल् गेट् सम् मोर् क्लियरिटि अस्तु इदानीं कः अत्र आरम्भं करोति इदानीं समयः नास्ति परन्तु वी केन् स्पी वी केन् रीड् सम् 2-3 भगिनी सर्वम् अवगतं परिभाषा इत्युक्ते कामन् सेन्स् परिभाषा परिभाषासूत्रम् इत्युक्ते कामन् सेन्स् परिभाषा इस् सम् रूल् विच् डस् नाट् विच् अप्लैस् टु नीड् नाट् बि टोल्ड् इम्प्लैड् रूल् हा इट् इस् नाट् एन् इम्प्लैड् रूल् बट् इट् हेल्प्स् in deriving the rule properly the rule properly paribhasha sutram swayam kopi karyam na tatra karoti paribhasha sutra uchcharana sthana uchcharana sthanasya sthanam drishtva sthani bhavati tat paribhasha sutram ha nana vayam kim vadamah paribhasha sutram itukte kim yatra yatra विधिसूत्रे नियमस्य कृते भ्रमः जायते कथं करणीयं यथा इको यनचि इति सूत्रे तादृशः बहूनि सूत्राणि तत्र सन्ति उच्चारणस्थानं दृष्ट्वा उच्चारणस्थानं दृष्ट्वा स्थाने भवति स्वरस्य स्थानं भवति तथा एव सूत्राणां नाम परिभाषासूत्र इति वा न परिभाषासूत्रस्य अर्थः अस्ति केवलं यत्र यत्र सूत्रे भ्रमः जायते तत्र तत्र कः एकं परिभाषासूत्रम् आगत्य सहायता करोति सो न केवलम् उच्चारणार्थं दिस् इस् वन् आफ् द टापिक् न उच्चारणार्थं तत्र स्थाने अन्तर्तमः इस् वन् आफ् द परिभाषासूत्रं दियर् आर् सो मेनि परिभाषा अस्तु भगिनि धन्यवादः अवगतं देर् आर् मनी परिभाषासूत्रं दिस् इस् वन् आफ् द परिभाषासूत्रं स्थाने अन्तर्तमः अस्तु कः पठितुम् इच्छति कः प्रारम्भं करोति इति संज्ञाप्रकरणम् चेतन भगिनी अस्ति वा अहम् अहमेव पठामि वा भगिनि पठतु भगिनि सुशीला भगिनी पठतु आं भगिनि इत्संज्ञाप्रकरणम् अत्र इत्संज्ञा नाम का इति अस्माभिः ज्ञायस्ते ज्ञास्यते व्याकरणे पाणिना यदा किञ्चन मूलरूपं दीयते धातुः प्रत्ययः आदेशः आगमः तदा तस्य मूलरूपस्य नाम उपदेशः उपदेशावस्थायां यानि मूलरूपाणि सन्ति तेषु बहुवारं केचन वर्णाः उपस्थिताः ये प्रक्रियायां लौकिकरूपषु च न तिष्ठन्ते यथा गम् इति धातुः लटि रूपं गच्छति उपदेशे अस्य धातोः नाम गम् लृ लृ इति वर्णः लोके न तिष्ठति प्रक्रियायां तस्य लोपः भवति। ये वर्णाः उपदेशे सन्ति परन्तु लोकेन तेषां नाम अनुबन्धः अपि च तेषां विशिष्टासङ्ख्यां भवति इत्संज्ञा। तर्हि इमे वर्णाः स्वयम् इत्संज्ञकाः इत्युच्यन्ते। इत्संज्ञाप्रकरणं वयं महेश्वरसूत्राणि पठितुं चेत् वयं सर्वे जानीमः अण् इति उक्ते नकारः अन्तिमनकारः इत्संज्ञा भवति इति ज्ञातव्यः। अत्र इत्संज्ञा नाम का इति अस्माभिः ज्ञायते। व्याकरणे पाणिना यथा किञ्चन मूलरूपं दीयते, मूलरूपम् इति नाम धातुः मूलरूपं, प्रत्ययः मूलरूपम्, आदेशः आगमः तथा तस्य मूलरूपस्य नाम उपदेशः। मूलरूपम् इत्युक्ते तत् प्रत्येकवार्ता पाणिना दत्तमस्ति उपदेशः। उपदेशवस्थायां यानि मूलरूपाणि सन्ति ये सर्वे मूलरूपाणि तेषु बहुवारं केचन वर्णाः उपस्थिताः ये प्रक्रियायां लौकिकः रूपसु च न तिष्ठति। मूलरूपम् इत्युक्ते मूलरूपस्य केचन वर्णाः लौकिकविषये न तिष्ठति। उदाहरणमपि दत्तवान्, गम् इति धातुः वयं सर्वे जानीमः, तस्य मूलरूपं गम्न इति, तस्य मूलरूपं गम्लृ, अन्तिमवर्णः लृ, परन्तु तत् लृ लौकिकरूपेण तिष्ठति, गम्येव तिष्ठति। अतः लृ इति युक्ते वर्णः इत्संज्ञा भवति इति वयं जानीमः। तस्य अन्यनामः कः? लु यस्य यस्य इति भवति तस्य अन्यनामः कः? अनुबन्धः, तेषां नाम अनुबन्धः। आम् सत्यं सत्यं भगिनि। सो अनुबन्धः अनुबन्धवर्णः अपि च इत्संज्ञकवर्णः। लु इति यः स्वरः अस्ति अत्र म सः यः लु इति स्वरः सः इत्संज्ञकः। तस्य अन्यनामः सो वयं किं वदामः? इत्संज्ञकवर्णः अस्मिन् उपदेशे गम्लु इति उपदेशे लु इति वर्णः इत्संज्ञकः, अथवा वयं किं वदामः? लु इति अनुबन्धः। सो सः स्वयम् इत्संज्ञकः इत्युक्ते लु इति यः इत्संज्ञकः तस्य कृते अत्र कोऽपि निमित्तम् आवश्यकं नास्ति। कथं लु इति इत्संज्ञकः सः स्वयम् इत्संज्ञकः इति उच्यन्ते? सो इति तत्र नियमः। यथा वयं जानीमः, वयं पठितवन्तः तत्र भुवादिगणे शप् इति एकं विकरणप्रत्ययः आयाति। शप् इति विकरणप्रत्ययः सः मूलरूपं, परन्तु प्रक्रियायां शप् न तिष्ठति। प्रक्रियायां शकारः अपगच्छति, पकारः अपि अपगच्छति, मध्ये यः अकारः सः एव प्रक्रियायां तिष्ठति। सो शप् इति प्रत्ययः पश्यामः चेत् प्रत्येकस्य प्रत्ययस्य तत्र मूलरूपम् अस्ति, तथैव धातुः मूलरूपम् अस्ति, आदेशस्यापि मूलरूपम्, आगमस्यापि मूलरूपम्। वयं किं वदामः? नुम् इति आगमः, परन्तु नुम् आगमे तत्र केवलं नकारस्य एव आगमः, अन्यवर्णाः तत्र लौकिकप्रक्रियायाम् इत्युक्ते यदा वयं पदस्य निर्माणं कुर्मः चेत् तत्र प्रक्रियायां कानिचन वर्णानि तत्र न तिष्ठन्ति, ये मूले सन्ति, मूलरूपेषु सन्ति, परन्तु प्रक्रियायां ते न दृश्यते। सो तेषां का गति इति व्याकरणे वदामः चेत् तेषाम् इत् संज्ञा भवति। सो इत् इति एकं विशिष्टनामं महर्षिणा दत्तम्, इत् इति तत्र कोऽपि अर्थः नास्ति। तस्य एकं नामकरणं पाणिनिना कृतम्, इत् इति नामकरणम्। यः यः अनुबन्धवर्णः तेषाम् अन्यनामः अस्ति इति नामः। सो इति केवलम् एकं संज्ञा अस्ति, विशिष्टनामकरणम् अस्ति व्याकरणे। सो यस्य यस्य वर्णस्य यस्य यस्य व्यञ्जनस्य तत्र इत् भवति वयं जानीमः सः प्रक्रियायां न तिष्ठति, मूलरूपेषु एव यः दृश्यते, प्रक्रियायां न दृश्यते, तस्य इति भवति व्याकरणे केन तस्य कृते सूत्रं किम् इति अग्रे पश्यामः. सो इत् संज्ञक वर्णः इत्युक्ते किं, वयं यदि कोऽपि प्रश्नः करोति इत् संज्ञक वर्णः किम्, सो इदानीं यत् पठितं तस्य आधारेण वयं किं वक्तुं शक्यते. यः वर्णः मूले सन्ति, ये वर्णाः बहुवचने, ये वर्णाः मूले सन्ति परन्तु प्रक्रियायां न दृश्यन्ते ते सर्वे वर्णाः इत्संज्ञक वर्णाः. तेषाम् अन्यनाम अस्ति अनुबन्धवर्णाः. सो अनुबन्धवर्णाः इत्युक्ते भिन्नरीत्या वदामः चेत् अनुबन्धवर्णाः प्रक्रियायां न तिष्ठन्ति, ते अपगच्छन्ति इति इत्संज्ञक संज्ञा इति तस्य नाम. प्रश्नः अस्ति वा? चेतन भगिनी अस्ति वा? अन्तिमं परिच्छेदं कृपया पठतु भगिनि. इत्संज्ञायाः प्रयोजनं किम् इति चेत् यस्य वर्णस्य इत्संज्ञा तस्य लोपो भवति तेषां केषां केषां वर्णानाम् इत्संज्ञा भवति इति ज्ञायते इत्संज्ञा विधायकसूत्रे सूत्रैः. तत्र सप्तसूत्राणि सन्ति, मिलित्वा तेषां नाम इत्संज्ञाप्रकरणम्. पाणिनेः प्रमुखग्रन्थः अष्टाध्यायी. इदं प्रकरणम् अष्टाध्याय्याम् एभिः च सप्तभिः सूत्रैः सर्वम् इत्संज्ञाविधायककार्यं सिध्यति. प्रथमाध्यायस्य तृतीयपादस्य द्वितीयसूत्रात् आरभ्य अष्टमसूत्रपर्यन्तम् इत्संज्ञाप्रकरणम्. सो वै डु वी डु इत्संज्ञा, वर्णानाम् इत्संज्ञाकरणस्य तत्र प्रयोजनं किम् अस्ति वदतु. तस्य लोपः भवति. सत्यम्. सो यस्य यस्य इत्संज्ञा वयं कुर्मः तस्य अनन्तरं लोपः अपि आवश्यकं तत्र करणीयम् इति तत्र प्रयोजनम् अस्ति. इत्युक्ते वयं किं वदामः, पूर्वे वयं किं दृष्टवन्तः, यस्य यस्य इत् ते वर्णाः अपगच्छन्ति, ते वर्णाः लौकिकरूपेषु न तिष्ठन्ति. सो शास्त्रीयरीत्या वदामः चेत् तेषां लोपो भवति, ये ये इत्संज्ञकः तेषां लोपः भवति. वदतु अनन्तरं भगिनि. अनुबन्धः तथा लोपः डु दे मीन् द सेम्? नो नो, अनुबन्धानाम् एव लोपः भवति. अनुबन्धवर्णानां लोपो भवति. अस्तु अस्तु. अनुबन्धः इत्युक्ते सम् बौण्ड्री. गम्लु इति यः अस्ति तत्र लु इति बौण्ड्री अस्ति. सो अनुबन्धवर्णः अनुबन्धवर्णस्य एव लोपः भवति. सो किं वर्णस्य इत्संज्ञा भवति तस्य लोपः भवति इति कथं जानीमः इत्युक्ते इत्संज्ञा एव अनुबन्धः खलु. इत्संज्ञक वर्णः एव अनुबन्धवर्णः. धन्यवादः. सो यस्य तत्र वर्णानां यः इत्संज्ञा भवति तस्य कृते तत्र पाणिनिमहर्षिणा सूत्राणि दत्तम् इत्संज्ञाविधायकसूत्रैः. इत्संज्ञक विधायकसूत्रद्वारा एव वयं जानीमः कस्य कस्य वर्णस्य इत् करणीयम्. कथं जानीमः कस्य इत्, कः अनुबन्धवर्णः, अत्र गम्लु इति किमर्थं ग इति अनुबन्धः नास्ति, केवलं लु इति अनुबन्धवर्णः सूत्राधारेण सूत्र एव प्रमाणं। सो तत्र कति प्रकरणे कति सूत्राणि वदतु भगिनि? फ्रोम् प्रथम तृतीयपादे द्वितीयसूत्रं तः आरभ्य आरभ्य अष्टमसूत्रपर्यन्तं। सो कति सूत्राणि? 2, 3, 4, 5, 6, 7 सप्तमसूत्राणि अत्र लिखितमस्ति। तत्र सप्तसूत्राणि सन्ति, मिलित्वा तेषां नाम इत्संज्ञाप्रकरणं। सो इत्संज्ञाप्रकरणे कति सूत्राणि? सप्तसूत्राणि। संख्या का 1.3.2 आरभ्य 1.3.8 पर्यन्तम् इति तत्र। सो व्याकरणे वर्णानां यः इत्संज्ञा भवति, सी द ब्यूटी आफ् द अष्टाध्यायी ग्रन्थ, तत्र चतुस्सहस्रसूत्राणि सन्ति। सो सप्तसूत्रेभिः एव तत्र इत्संज्ञा महर्षिणा दत्तं। सो वेरि ईजि टु अण्डर्स्टाण्ड् सप्तसूत्राणि। सो एभिः सप्तसूत्रेभिः एव व्याकरणे, सम्पूर्णव्याकरणशास्त्रे तत्र इत्संज्ञा वर्णानाम् इत्संज्ञा करणीयं सप्तसूत्रेभिः। सो फुल् इन् द सम्पूर्ण अष्टाध्यायी यः तत्र वर्णानाम् इत्संज्ञा एभिः सप्तसूत्रेभिः एव भवन्ति इति तत्र मुख्यमस्ति। सो प्रथम अध्याये तृतीयपादे इत्संज्ञाप्रकरणं महर्षिणा दत्तं। सो वाट् ऐ एक्स्पेक्ट् फ्रोम् आल् आफ् यू इस् देट् इन् द नेक्स्ट् क्लास् यू रीड् दिस् फुल् करपत्रं। तेन किं भवति, यदा वयं पुनः अत्र पठामः, कक्षायां पठामः चेत् तस्य तत्र ज्ञानं स्पष्टं तत्र तिष्ठति अस्माकं मनसि, तत् तिष्ठति। सो यू आल् रीड् दिस् करपत्रम् अनन्तरं। So we will repeat this in the next class. Kopi prashna astri chet kripya prachato atra sthagamah atra samayah bhavat. Astu nasti chet atra sthagamah. Shanti mantram bathami. Om purnamadah purnamidam purnat purnamudachate purnasya purnamah पूर्णमेवावशिष्यते। ॐ शान्ति शान्ति शान्तिः, हरिः ॐ श्रीगुरुभ्यो नमः। धन्यवादः। बहु धन्यवादः महोदय। धन्यवादः। धन्यवादः। धन्यवादः।